ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति सार्वधातुकृत्प्रत्ययः। सुकृत्प्रत्ययेषु तत्र सार्वधातुकप्रत्ययानां विचारः कुर्मः चेत् अत्र शतृशान चैव मुख्यकृत्प्रत्ययाः सार्वधातुकप्रत्ययाः। तत्र उदाहरणं शतृप्रत्ययस्य अत्र भिन्नभिन्नगणेषु शतृप्रत्ययस्य रूपं कथं निष्पद्यते तस्य विषये वयम् अत्र चिन्तनं कुर्मः। सो अत्र पूर्वस्मिन् वर्गे तत्र क्रयादिगणस्य विषये अस्माभिः चिन्तनं कृतम्। चुरादिगणस्य अपि अभवत् वा? चुरादिगणस्य करणीयम्। करणीयं महोदय. अस्तु। सो शत्रुप्रत्यये तत्र अस्माभिः तत्र स्मर्तव्यं शत्रुप्रत्ययः शित् अस्ति, अपि च तत्र अत् इति अवशिष्टभागः। अत् अवशिष्टभागः अस्ति चेत् अजादि अपित् सार्वधातुकप्रत्ययः अस्ति, शत्रुप्रत्ययः। आदौ अकारः वर्तते, अपि च अत्र कोऽपि पकारस्य पित् इत्संज्ञा नास्ति, अतः अपित् अस्ति। तेन कारणेन सार्वधातुकम् अपित् इति सूत्रेण निद्वद् शत्रुप्रत्ययः व्यवहरति। सो शत्रुप्रत्ययस्य कारणेन गुणः न भवति। एतत् हलादि अपित् सार्वधातुकप्रत्ययः अस्ति, परन्तु सार्वधातुक अस्ति इति कारणतः तत्र शवादिप्रत्ययानां तत्र प्रसक्तिः भवति। इत्युक्ते धातुयोग अत् कुर्मः चेत् सार्वधातुक इति कारणतः तत्र कर्तरि शप् अपि च अन्येषां गणविकरणप्रत्ययानां प्रसक्तिः भवति शित्कारणेन। सो अत्र सर्वत्र गणविचारः आवश्यकं भवति। यथा तत्र लकारेषु सार्वधातुकलकारेषु गणचिन्तनम् आवश्यकम् अस्ति, तथैव सार्वधातुकृत्प्रत्ययेषु अपि गणचिन्तनम् आवश्यकं भवति। सो धातु कस्य गणस्य इति जानीमः चेदेव वयं तत्र अग्रे प्रक्रियाविषये गन्तुं शक्यते। बिकास् अत्र सर्वत्र तस्य गणस्य विकरणप्रत्ययः मध्ये आयाति। क्रयादिगणे तत्र श्ना इति विकरणप्रत्ययः अस्ति, अतः क्रयादिभ्यः श्ना इति सूत्रेण तत्र श्नाप्रत्ययः धातु अपि च शत्रुप्रत्ययस्य मध्ये आयाति। श्नाप्रत्ययः शित् अस्ति परन्तु अपित् अस्ति, अतः यद्यपि अत्र क्रीधातुविषये गुणप्रसङ्गः अस्ति तथापि न भवति। कस् किनिति च सूत्रम् आगत्य अत्र गुणस्य बाधा करोति। सो इदानीं तत्र क्रीणा इति तत्र अङ्गं भवति शत्रुप्रत्ययस्य कृते, आकारान्तरूपी अङ्गम् अस्ति। शत्रुप्रत्यय हलादि अपित् अस्ति, अतः अस्माभिः तत्र श्नान्तङ्गस्य विषये तत्र सार्वधातुक हलादि अपित् वा सार्वधातुक अजादि अपित् तस्य विषये सूत्रद्वयम् अस्माभिः पूर्वस्मिन् वर्गे चिन्तितम्। तत्र श्ना अभ्यस्तो रातः इति एकं सूत्रम् अस्ति, तस्मिन् सूत्रे वदति श्ना प्रत्यान्त अङ्गम् अस्ति चेत् तस्य परे अपित् प्रत्ययः अस्ति चेत्, सार्वधातुक अपित् प्रत्ययः अस्ति चेत् तत्र आकारस्य लोपः भवति। साक्षात् अनन्तरं वदति ई हल्यगोः। सो हलादि अपित् अस्ति चेत् हलादि अपित् अस्ति चेत् तत्र ई हल्यगोः इति सूत्रेण आकारस्य दीर्घ ई इति आदेशः भवति. परन्तु अस्माकं चिन्तनं तु शत्रुप्रत्ययस्य विषये अस्ति. शत्रुप्रत्ययः हलादि अपि नास्ति, अजादि अपि अस्ति. अत्र अत् इति अवशिष्टभागः. अतः अत्र ई हलि अगोः इति सूत्रस्य प्रसक्तिः नास्ति, बिकास् तत्र साक्षात् उक्तं हलि इति पदमस्ति तस्मिन् सूत्रे, ई हल्यगोः. सो तत्र हलादि अपित् प्रत्यय, हलादि अपित् प्रत्ययपरे एव आ श्नान्त अङ्गस्य आकारस्य दीर्घ ई आदेशः भवति. सो शत्रुप्रक्रियायां कुत्रापि तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति. अस्य सूत्रस्य प्रसक्तिः तु यदा वयं तस् अथवा थस् अथवा थ ते लट् लकारे अपि च अन्येषु लकारेषु यत्र हलादि अपित् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति तत्र आकारस्य दीर्घ ई इति आदेशः भवति. अत्र तु तस्य सूत्रस्य प्रसक्तिः नास्ति, बिकास् शत्रुप्रत्ययः अजादि अपित् अस्ति, न तु हलादि अपित्. अतः अत्र किं भवति, श्नाभ्यस्तोरातः इति सूत्रेण तत्र आतः इत्यस्य आकारस्य तत्र लुक् एव भवति, लोपः भवति. सो आकारस्य अत्र लोपः भवति, अतः अत्र क्रीणत् क्रीणत् इति प्रातिपदिकं निष्पद्यते. इति सर्वम् अस्माभिः पूर्वस्मिन् वर्गे दृष्टम्. इदानीं चुरादिगणे चुरादिगणे धातवः सन्ति चेत् तत्र वीणापा शिशूल् इति एकं दीर्घं सूत्रम् अस्ति, अपि च तत्र अन्ते अस्ति चुरादिभ्यः निच्. सो निच् प्रत्ययः अनेन सूत्रेण, सूत्रसङ्ख्या अस्ति वीणाशूल् इति एकं दीर्घसूत्रमस्ति, सत्यपाप् शूर् वीणाशूप् रूप् वीणातूल् श्लोकः, एतेषु प्रातिपदिकेषु अपि च चुरादिभ्यः निच् इति सूत्रेण चुरादिभ्यः चुरादिगणः यः गणः अस्ति तस्मिन् दश उत्तर चतुर्शतं सूत्र धातवः तत्र सन्ति. तेषु तत्र अनेन सूत्रेण निच् प्रत्ययस्य विधिः अस्ति. सो अत्र निच् प्रत्ययः कस्मिन् अर्थे अस्ति इति न उल्लेखितम्. अतः यत्र प्रत्ययस्य अर्थः न दत्तम् अस्ति चेत्, इत्युक्ते कर्तरिप्रयोगे अस्ति वा, कर्मणि अस्ति वा, कोऽपि अन्यप्रयोगे अस्ति वा, भावे प्रयोगे अस्ति वा, यदा तत्र प्रत्ययस्य अर्थः अर्थस्य विषये किमपि सूत्रेण उक्तम् अस्ति चेत् सः प्रत्ययः स्वार्थे एव भवति. इत्युक्ते केवलं सः धातोः अनन्तरं किमपि तस्य योगः तु भवति, परन्तु किमपि अर्थपरिवर्तनं न भवति तत्र. सो चुरादिभ्यः निच् अनेन सूत्रेण सर्वेषां चुरादिगणे धातूनाम् अनेन सूत्रेण आदौ एव निच् प्रत्ययस्य विधिः दत्तमस्ति. अत्र निच् प्रत्ययः स्वार्थे अस्ति, इत्युक्ते किमपि अर्थपरिवर्तनं, धातोः अर्थपरिवर्तनम् अत्र न जायते. अनन्तरम् अत्र अस्य सूत्रस्य अपवाद सूत्राणि अपि सन्ति, इत्युक्ते सर्वेषां बहुत्र तत्र निच् प्रत्ययः आयाति, परन्तु तत्र केचन धातवः सन्ति अस्मिन् चुरादिगणे यत्र निच् प्रत्ययस्य इत्युक्ते नित्येन न आयाति, निच् प्रत्ययस्य कृते तत्र विकल्पः अस्ति. सो अत्र केचन नित्य निजन्त निजन्तधातवः निष्पद्यते, कुत्रचित् निच् प्रत्ययः न आयाति, परन्तु बहुत्र तु निच् प्रत्ययः अनेन सूत्रेण तत्र विधीयते. सो यदा तत्र वयं आर्धधातुकप्रत्ययः योजयामः अथवा लट् लकारप्रत्ययः योजयामः, अत्र आदौ एव निच् प्रत्ययस्य विधिः अस्ति. सो चुरादिगणे ये धातवः सन्ति तत्र आदौ एव निच् प्रत्ययः, अत्र कोऽपि कारणं न दत्तम्. अस्मिन् सूत्रे सत्यपाप् शूर् रूपिणा इति सूत्रे किमपि कारणं न दत्तं कदा नियोजनीयं. सो अत्र चुरादिगणे ये धातवः सन्ति आदौ एव अर्धधातुकप्रक्रिया भवेत् वा सार्वधातुकप्रक्रिया भवेत् तत्र आदौ एव निच् प्रत्ययस्य विधिः अस्ति. सो निच् प्रत्ययः तु प्रथमसोपाने एव निच् प्रत्ययः आयाति. अतः यदा वयं चुर्योग निच् कुर्मः चेत् इदानीं तत्र पश्यामः तत्र किं किं भवति. सो चेतना भगिनी एकवारं पठतु भगिनी अत्र एतत् यत् लिखितं तत् पठतु. चुरादौ चुर् चोरी इति धातुः योग अत् कर्तरी शप् चोरी योग शप् योग अत् अनुबन्धलोपे चोरी अ अत् चोरयत् चोरयन् चोरयन्ति. इदानीं प्रक्रियाविषये वदतु सूत्रसहित वदतु. चुर् योग नेच् अत्र हलन्त्यमिति सूत्रेण चकारस्य इत् भवति चुटु इति सूत्रेण नकारस्य इत् भवति ई अवशिष्यते चोरी इति प्रत्ययः भवति नूतनधातुः भवति. इदानीं कर्तरी शप् इति सूत्रेण चोरी योग शप् पुनः वदतु भगिनि. चुर् ई भवति निच् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति नित् अस्ति परन्तु कित् नित् नास्ति अतः गुणप्रसङ्गः अस्ति. अतः फुगन्तलघुपदस्य च इति सूत्रेण चुर् चोर् भवति अतः चोरी इति नूतन धातुः भवति. अत्र निच् प्रत्ययः नकारस्य इत्संज्ञा अस्ति आर्धधातुप्रत्ययः अस्ति. सो विशेष आर्धधातुप्रत्ययः अस्ति निच् आर्धधातुक् नास्ति इत्युक्ते विशेष किमर्थं यस्मिन् यस्मिन् आर्धधातुक् प्रत्यये मूर्धन्यनकारस्य नो चेत् तालु यकारस्य इत्संज्ञा अस्ति तं प्रत्ययनिमित्तीकृत्य तत्र किं भवति तादृशप्रत्ययः परे अस्ति चेत् धातोः अनन्तरं तत्र किं भवति अजन्तधातु अस्ति चेत् वृद्धिः भवति वृद्धिकार्यं भवति सत्यम्. अपि च अजन्तधातु अपि च अजन्तधातु विहाय उपधायाम् अट् अस्ति चेत् अत्र उपधायां तस्य धातोः नाम किम् अदुपद् इत्युक्ते अदुपद् इत्युक्ते उपधायाम् अत् अस्ति यथा पठधातुः उपधाय पाठित धातुः हलन्तधातु तु अस्ति अपि च यदा तत्र निच् अथवा नित् प्रत्ययस्य प्रत्ययः अस्ति परे तदा अस्माभिः तत्र वक्तव्यम् अदुपदधातुः पाठित्य अदुपदधातुः उपधायां ह्रस्व अकारः अस्ति बिकास् सी आल्वेस् प्रत्ययस्य स्वभावः दृष्ट्वा एव अङ्गकार्यं भवति अङ्गकार्यं प्रत्ययनिमित्तीकृत्य भवति. सो अङ्गे यत् कार्यं भवति प्रत्ययस्य कारणेन एव भवति. सो प्रत्ययस्य स्वभावः अस्माभिः सम्यक्तया तत्र द्रष्टव्यं. निच् प्रत्ययः णित् अस्ति. सो णित् प्रत्ययः अत्र कोऽपि शकारस्य इत्संज्ञा नास्ति अतः अर्धधातुकं शेषः इति सूत्रेण निच् प्रत्ययः अर्धधातुकसंज्ञा अस्ति. आर्धधातुप्रत्ययेषु अस्माभिः तत्र कित्नित् अणित् अणित् प्रत्ययस्य विचारः करणीयं. नित् नित् अस्ति चेत् अधुपदधातूनां तत्र ह्रस्वाकारस्य वृद्धिः भवति, अपि च अजादिधातूनाम् अपि वृद्धिः भवति. सो सूत्रद्वयं तत्र अस्माभिः पठितम्. अहं चिन्तयामि सूत्रद्वयम् अस्ति किं किं विधायकसूत्राणि कानि? अचो इणिति, अचो णिणिति, अपि च अत् उपदायाः. सो अत् उपदायाः इत्यनेन अधुपदधातूनां वृद्धिः, अचो णिणिति इति सूत्रेण अजन्तधातूनां वृद्धिः. अत्र चुर् इति धातुः न तु अधुपद अस्ति, न तु अत्र अजन्त अस्ति. अतः अत्र अङ्गे निच् प्रत्ययस्य पूर्वे यत् भागं तस्य अङ्गम् इति नामकरणं भवति. सो अत्र अङ्गे वृद्धिप्रसङ्गः नास्ति, परन्तु अत्र उपदायं ह्रस्व उ अस्ति. सो यत्र नित् प्रत्ययनिमित्तीकृत्य वृद्धिप्रसङ्गः नास्ति, तत्र गुणः अपि भवितुं शक्नोति. यदि उपदायां कोऽपि ई ऊरु ह्रस्व ई ऊरु अस्ति, अतः बिकास् कित्नित् भिन्न अस्ति प्रत्ययः, प्रत्ययनिमित्तीकृत्य गुणवृद्धिः इत्यस्य बाधा न भवति. सो गुणः भवति एव, बिकास् अत्र वृद्धिप्रसङ्गः नास्ति, केवलं गुणप्रसङ्गः अस्ति. अतः गुणः भवति, गुणस्य कृते कोऽपि बाधा नास्ति अत्र. अतः गुणः भवति, चोर् भवति प्रथमे, पुगन्तलघुपदस्य च इति सूत्रेण चोर् भवति, अनन्तरं चोरी इति इदानीं नूतनधातुः, सनाद्यन्तः धातवः इति सूत्रेण अस्य पुनः धातुसंज्ञा भवति. बिकास् नीच् इति सन् सन् प्रत्ययः अस्ति, सनादिषु अन्यतमः अस्ति नीच्. सो इदानीं चोरी इति नूतनधातुः. सो यस्य कस्य अपि धातुसंज्ञा अस्ति, तस्मात् अनन्तरं यदा वयं सार्वधातुप्रत्ययः योजयामः, तत्र तु इदानीं वदतु चोरी योग शत्रु अस्ति. वदतु चोरी योग शत्रु शकारस्य लशक्व तद्धिते इति सूत्रेण शकारस्य भवति, ऋकारः अपि अवशिष्यते. अतः चोरी योग अत् इदानीं चोरी योग अत् एचोयवायावः इति सूत्रेण अत् प्रत्ययः सार्वधातुकप्रत्ययः, सार्वधातुकप्रत्ययः अस्ति, अपि च सार्वधातुकर्तरि अस्ति, शत्रुशान कर्तरि प्रयोगे एव सर्वदा समर्थः. अत्र कोऽपि अत्र अपवाद सूत्रं नास्ति. कर्तरि कृत् इति सूत्रेण सर्वे कृत् प्रत्ययाः कर्तरिप्रयोगे सामान्यनियमेन भवति. शत्रुप्रत्ययः न केवलं शित् अस्ति, अपि च कर्तरिप्रयोगे अस्ति. कर्तर्थक् सार्वधातुकप्रत्ययः चोरि इत्यस्य अनन्तरम् अस्ति. चोरि इति धातुसंज्ञक् अस्ति इदानीं, धातु अनन्तरं सार्वधातु कर्तर्थक् प्रत्ययः अस्ति चेत् कस्य सूत्रस्य प्रसक्तिः? कर्तरिशप् कर्तरिशप् इत्यस्य कृते चुरादिगणे विषये कोऽपि अपवाद सूत्रं नास्ति, यथा तनादिकृण्भ्यः उः अथवा दिवादिभ्यः शन्, तादृश चुरादिगणविषये कोऽपि अपवाद सूत्रं नास्ति. अतः चुरादिगणे कर्तरि शप् इति सूत्रेण किं भवति? शप् एव आयाति. बिकास् कर्तर्थक् सार्वधातुप्रत्ययः परे अस्ति, शत्रुप्रत्ययः. वदतु इदानीं. चोरी योग शप् योग अस्ति. शप् हलन्त्यं लशकृतद्यते इति सूत्रेण इत् भवति. तदनन्तरं लोपः भवति, अ अवशिष्यते. अतः चोरी योग अ योग अस्ति. इदानीं अयोग अत् अस्ति, परन्तु अपदान्ते प्रथमे अङ्गकार्यं करणीयं न. शप् इति प्रत्ययः सार्वधातु पित् अस्ति, तस्य पूर्वे यत् अस्ति अङ्गम् इगन्तम् अस्ति. अत्र शप् प्रत्ययस्य कारणेन अङ्गमपि द्रष्टव्यं न, इगन्ताङ्गम् अस्ति. चोरि इति इगन्तम् अस्ति, इगन्त अस्ति. अतः चोर् सार्वधातुकार्धधातुकयोः इति सूत्रेण चोरी चोरे भवति. अतः चोरे योग अ योग अत् अस्ति. इदानीम् अतो गुणे इति सूत्रेण प्रथमे सी दिस् इस् अ सेपरेट् प्रत्यय, दिस् इस् अ सेपरेट् प्रत्यय. शप् प्रत्यय निमित्तीकृत्य आत् इति शत्रुप्रत्ययस्य कृते कीदृश अङ्गं प्रत्ययस्य प्राक् यत् भवति तद् अङ्गं भवति. सो वी हेव् टु फस्ट् फैण्ड् वट् विल् बि द अङ्गं फार् अत्. सो वट् अवर् कार्य विल् हेपन् ओवर् हियर्, वी हेव् टु फस्ट् फिनिश् दिस् कार्य दिस् पार्ट्. Then it will go to art. Sandhikaryam ante nasti va mahode. Sandhikarya hal sandhikaryam ante karniyam. Idaniyam prathame atityasyate angam kim tad drishtavyam na. Shatru pratyasya krite ki drish angasya nishpati hi bhavati. Idaniyam kim bhavati? Chorya yoga a? चोरे योग अयोग अत् एचोय वायावः इति सूत्रेण चोर् योग ऐ योग अयोग अत् कीप् इन् सम् अदर् बाक्स् टिल् नौ बिकास् अत् इस् अ सेपरेट् प्रत्यय. इदानीं चोरै योग अयोग अत् अस्ति. इदानीम् इदानीं चोरय योग अत् चोरय. शत्रुप्रत्ययस्य कृते चुरादिगणे चुरादिगणे ये धातवः सन्ति निच् विल् कम् shap will come because of the shatru pratyaya. Shap will also come nich to ado eva yojaniyam. So shatru pratyasya krite churadi gane ye dhatavah santi shatru pratyasya krite to atra adhanta angam nishpadyate. So yatra adhanta angam asti sarvadhatu pratyasya pare tatra kimapi अन्यत् अङ्गकार्यं न भवति. इदानीम् अदन्ताङ्गम् अस्ति चेत् उपधायां व्यञ्जनम् अस्ति, अन्त्यकारः अस्ति. सो किमपि अङ्गे इदानीं किमपि कार्यं न भवति बिकास् अदन्ताङ्गम् अस्ति. यथा भूधातुः भव भवति, अनन्तरं यदा वयं सार्वधातुक् तिप् योजयामः अथवा तस् योजयामः किमपि कार्यं नास्ति अङ्गे बिकास् अत्र भुवादिगणे अपि अदन्ताङ्गं भवति. सो यदा यत्र यत्र अदन्त अङ्गम् अस्ति तत्र परे पित् प्रत्ययः वा अपित् प्रत्ययः वा अङ्गे किमपि कार्यं न भवति. सो बिकास् तत्र अकारस्य किमपि कार्यं नास्ति, उपधायां व्यञ्जनवर्णः अस्ति तस्यापि कोऽपि कार्यं नास्ति, न तु गुणप्रसङ्गः न वृद्धिप्रसङ्गः. सो अग्रे तस्य अनन्तरं परः परे तत्र सार्वधातु पित् वा सार्वधातु कापित् तत्र किमपि कारणं नास्ति, किमपि कार्यम् एव नास्ति. सेम् अत्र चुरादि, चुरादिगणे अपि अधन्त शत्रुप्रत्ययस्य कृते अधन्त अङ्गं भवति. इदानीं केवलं सन्धिकार्यम् अस्ति, इदानीम् अस्ति अत्र अ प्लस् अ अस्ति, अत्र अकः सवर्णे दीर्घः इत्यनेन कार्यं न भवति, बिकास् अत्र अपदान्त तत्र अत्र भिन्नसूत्रम् आगत्य कार्यं करोति. तत् किम्? अतोगुणे. अतोगुणे इत्यनेन इत्यनेन केवलं गुणादेशः एकादेशः भवति. सो किं भवति? चोर चोरै चोरय योग अत् चोरयति चोरयत् चोरयत् इति प्रातिपदिकं चोरयत् चोरयत् इति प्रातिपदिकं चोरयत् इति प्रातिपदिकमस्ति. अनन्तरं तत्र किं भवति तत् पश्यामः यदा शत्रुप्रत्ययस्य विषये विचारः कुर्मः. सो इदानीं तु चुरादिगणे चोरयत् इति प्रातिपदिकम् अस्ति. सो बहुत्र तत्र एतादृश एव प्रक्रिया भवति. इति तत्र विशेषः. अस्तु, वन् सेकेण्ड्. सो चोरयत् इति प्रातिपदिकं पुल्लिङ्गे चोरयन् एकवचने एण्ड् स्त्रीलिङ्गे चोरयन्ति इति इति तत्र प्रथमाविभक्ति एकवचनरूपम् अस्ति. सो इति तत्र सो चुरादिगणे यत्किमपि प्रत्ययः योजयामः तत्र आदौ नीच् आयाति एव. इत्युक्ते वेदर् वी आर् एडिङ्ग् शत्रु, वि आर् एडिङ्ग् दिस् अनियर्, वि आर् एडिङ्ग् तुमुन् प्रत्ययः, तत्र चुरादिभ्यः दिस् निच् इति सूत्रेण अनेन दीर्घसूत्रेण तत्र सर्वेषां धातोः चुरादिगणे धातो अनन्तरं निच् आदौ आयाति. अनन्तरं तत्र सार्वधातुक् वा अर्धधातुक् प्रत्ययः इति तत्र योजयामः इति चुरादिगणे तत्र विशेषः अस्ति. इदानीं सो इति तत्र दशसु गणेषु सार्वधातुक् कृत् प्रत्ययः योजयामः चेत् कथं कार्यं भवति. सो वी सा देट् अत्र कोऽपि भेदः न भवति. यथा तत्र सार्वधातुक् लकारेषु कार्यमस्ति तथैव सार्वधातुक् कृत् प्रत्ययेषु अपि तत्र प्रक्रिया भवति. अग्रे अपि पठतु भगिनि. इति शत्रन्तानाम् इति शत्रन्तानाम् इव अपरेषां सर्वेषां सार्वधातुककृदन्तानां दशानां धातुगणानां रूपभेदाः. कर्तर्थे शाणच् प्रत्ययानाम् अपि एतादृशाः गणीयभेदाः भवन्ति. इत्युक्ते शाणच् योजयामः चेत् शानच् अपि शित् अस्ति, तेन कारणेनापि सार्वधातुक् भवति. अतः समानप्रक्रिया सार्वधातुक् कर्तर्थ अपि च कर्तरि प्रयोगे अस्ति. यथा शत्र अस्ति तथैव शानच् अस्ति. सो प्रत्ययद्वयं कर्तरि प्रयोगे एव भवति. शित् कारणेन तेषां कृते सार्वधातुक् संज्ञा अपि अस्ति. सो सार्वधातुक् कर्तर्थक् प्रत्ययः द्वौ शत्रुशानचौ. अतः कर्तर्थक् सार्वधातुक् अस्ति चेत् कर्तरि शप् दिवादिभ्यः शन् एतेषां सूत्राणां प्रसक्तिः प्रत्ययद्वयस्य निमित्तीकृत्य भवति. अतः तत्र दशगणानां तत्र धातूनां तत्र कृते तत्र रूपभेदः दृश्यते. बिकास् भिन्नगणस्य विकरणप्रत्ययः शानच् प्रत्ययनिमित्तीकृत्य अपि आयाति, शत्रुप्रत्ययनिमित्तीकृत्य अपि आयाति. अतः तत्र रूपभेदः दृश्यते. गणीयभेदः भवन्ति अतः रूपभेदः, बिकास् गणीयविकरणप्रत्ययः मध्ये आयाति. सो तथैव वदति ये सर्वे कृत् सार्वधातुकृत् प्रत्ययाः तत्र समानरीत्या कार्यं भवति, तत्र रूपभेदः तु दृश्यते एव. सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति वा अत्र? अस्तु अग्रे पठामः. मञ्जरी भगिनी, अतो गुणे इति सूत्रं पठतु एकवारं भगिनि. आम् आचार्य, अतो गुणे 6.1.97 अपदान्तात् अतः गुणे गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः स्यात्. गुणः इत्युक्तौ अ ए ओ. इदं सूत्रं वृद्धिरेचि 6.1.88 अकः सवर्णे दीर्घः 6.1.101 इत्यनयोः अपवादसूत्रम्. अतः पञ्चम्यन्तम् अतः पञ्चम्यन्तं गुणे सप्तम्यन्तं द्विपदमिदं सूत्रम्. उस्य पदान्तात् 6.1.96 इत्यस्मात् अपदान्तात् अपि च एङि पररूपं 6.1.94 इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः. एकः पूर्वपरयोः 6.1.84 संहितायां 6.1.71 इत्यनयोः अधिकारः तथा अनुवृत्तिसहितसूत्रमस्ति अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्. शूद्रस्य कः अर्थः भगिनि? अत्र अतो गुणे अत्र अपदान्तात् अतः अस्ति चेत् तत्र पूर्वपरयोः स्थाने गुणः भवति, नाम तत्र अपदान्तात् अतः अपदान्तात् अतः गुणे परे. गुणे परे इति तस्य कः अर्थः? गुणे परे नाम गुणः भवति, अदेङ्गगुणः इति. गुणः परे इति न गुणः परे इत्यनेन गुणः न भवति. गुणः परे इत्युक्ते सप्तमी अन्तम् अस्ति, परे गुणवर्णः. आम् गुणवर्णे परे अपदान्तात् अतः गुणवर्णे परे. नौ वी हाव् द टु थिङ्ग्स्, वन् इस् अपदान्तात् अत्, सेकेण्ड् इस् गुणवर्णः, कोऽपि गुणवर्णः. देन् वी हाव् द आदेश पूर्वपरयोः, द्वयोः मिलित्वा, द्वयोः स्थाने किं भवति? द्वयोः स्थाने एकः पररूपम् एकादेशः भवति. परे किमस्ति? पररूपं किमस्ति? परे किमस्ति? गुणवर्णः. सो द्वयोः मिलित्वा गुणवर्णः एव आदेशः स्यात्. अ प्लस् ए अस्ति अथवा अ प्लस् ओ अस्ति परन्तु अपदान्तात् अतः कीदृश अतः? अपदान्तात् अतः, पदान्त अतः न, अपदान्तात् अतः. बिकास् अत्र अपदान्तात् इति सूत्र इति पदस्य अनुवृत्तिः भवति पूर्वसूत्रात्. सो अत्र विशेष अतः उक्तमस्ति. सामान्य अकारः ह्रस्वाकारः अतः इत्यनेन तपर्करणमस्ति, षष्ठ्यन्तमस्ति. अतः इति विसर्गः यः श्रूयते सः षष्ठ्यन्तं पदमस्ति. सो अत्र अत् इति प्रातिपदिकम् अस्ति. अत् इति प्रातिपदिकम् अस्ति चेत् तपर्करणम् अस्ति. तपर्करणम् अस्ति चेत् केवलं ह्रस्व आकारस्य एव ग्रहणम्. सो कीदृशह्रस्वाकारः अपदान्तात् ह्रस्वाकारः. पदान्ते ह्रस्वाकारः अस्ति चेत् तत्र एतत् सूत्रं कार्यं न कर्तुं शक्यते. अतो गुणे इति सूत्रं तत्र न, तस्य कार्यक्षेत्रं तत्र नास्ति. केवलं यत्र अपदान्तात् अत् अस्ति तत्र एव द्रष्टव्यं परे गुणवर्णः वा. यदि परे गुणवर्णः नास्ति तत्रापि कार्यं नास्ति. सो अपदान्तात् अतः गुणे परे. सो गुणे इति अत्र संज्ञा दत्तमस्ति. अत् एङ् गुणः इति सूत्रेण गुणः इति वयम् अवगच्छामः. गुणः इत्युक्ते किम्? सो अत् एङ् इति गुणः इत्यनेन अकारः एकारः ओकारः एते एव गुणवर्णः. सो एतेषु अन्यतमः अपदान्तात् ह्रस्व अकारस्य परे अस्ति चेत् तत्र द्वयोः मिलित्वा गुणादेशः एव भवति. पररूपम् एकादेशः स्यात् इति सूत्रस्य अर्थः. अपि च अस्मिन् सूत्रे किं विशेषः भगिनि? इदं सूत्रं अस्मिन् सूत्रे इदं सूत्रं वृद्धिरेचि तथा अकः सवर्णे दीर्घः इति सूत्रद्वयस्य अपवादसूत्रमस्ति. कथम्? वृद्धिरेचि नाम तत्र वृद्धिसंज्ञकवर्णः अस्ति चेत् तत्रापि वृद्धिरेचि इति सूत्रस्य प्रसक्तिः न भवति. तत्र अतो गुणे इति सूत्रेण तत्र पररूपं गुणवर्णस्य एकादेशः एव भवति. तथा अकः सवर्णे दीर्घः तत्र सवर्ण अकारः पूर्वे तथा परे अस्ति चेत् तत्र दीर्घ आकारः न भवति. तत्र अपि पूर्वपरयोः स्थाने गुणवर्णस्य एव एकादेशः भवति. सत्यं. सो अपदान्तात् ह्रस्व अकारस्य परे पुनः ह्रस्व अकारः परे अस्ति चेत् अत्र न केवलम् अतो गुणे इति सूत्रस्य प्रसक्तिः भवति, अपि च अत्र अकः सवर्णे दीर्घः इति सूत्रस्य अपि प्रसक्तिः भवति. सो वै अकः सवर्णे दीर्घः अत्र कार्यं न करोति? यदा अस्माभिः दृष्टं चोरय इति अस्ति, चोरय अस्ति, अनन्तरम् अत् अस्ति, शत्रुप्रत्ययस्य अत् अस्ति, अत्र अ प्लस् अ अस्ति. तथापि अत्र अकः सवर्णे दीर्घः इति सूत्रेण चोरयात् इति न भवति. बिकास् अत्र अकः सवर्णे दीर्घः इति सूत्रस्य एकम् अपवाद सूत्रमस्ति अतोगुणे. सो अतोगुणे इति सूत्रं वदति अत्र चोरय इति अस्ति, तस्य कृते पदसंज्ञा नास्ति. इदानीम् अस्माभिः कोऽपि सूप अथवा तिङ् प्रत्ययः न योजितम्. सो चोरय इत्यस्य कृते पदसंज्ञा नास्ति. सो अपदान्तात् अत् अस्ति अत्र. सो अपदान्तात् अत् परे गुणवर्णः, अकारः गुणवर्णः. अतः अत्र अस्मिन् सोपाने अस्मिन् स्थित्यां न केवलम् अकः सवर्णे दीर्घः इति सूत्रस्य प्रसक्तिः, परन्तु अस्मिन् एव सोपाने अतो गुणे सूत्रमपि आगत्य वदति मम कार्यक्षेत्रमपि अस्ति. सो अकः सवर्णे दीर्घः वदति मम कार्यक्षेत्रमपि अस्ति. सो द्वयोः मध्ये तत्र सङ्घर्षः भवति, बलाबलचिन्तनं भवति. किं सूत्रं बलवत्? केन सूत्रेण अत्र कार्यं? यत्र एकस्मिन् स्थले सूत्रद्वयस्य प्रसक्तिः भवति तत्र बलाबलचिन्तनं करणीयं. कः सूत्रं बलवत्? सो अत्र यदि अपवादसूत्रं सर्वदा बलवत् भवति, परन्तु कथं जानीमः अतो गुणे इति अपवादसूत्रमस्ति, अकः सवर्णे दीर्घः इति उत्सर्गसूत्रमस्ति? बिकास् अकः सवर्णे दीर्घः इति सूत्रे महर्षिः किमपि न वदति, पदान्ते वा अकः यः अस्ति षष्ठ्यन्तम् अस्ति. अकः इति अक् इति प्रत्याहारः. सो अक् प्रत्याहारस्य परे कोऽपि सवर्णवर्णः अस्ति चेत् तत्र दीर्घादेशः भवति. परन्तु अत्र किमपि महर्षिणा वदति अपदान्तात् अकः वा अपदान्तात् अकः वा. सो सर्वत्र भवति कार्यं. पदान्ते अक् परे सवर्णवर्णः अस्ति अथवा अपदान्तात् अक् परे सवर्णः अस्ति चेत्. परन्तु अतो गुणे इति सूत्रे तु साक्षात् वदति केवलम् अपदान्त ह्रस्वाकारात् परे. सो यदि अस्मिन् सोपाने चोरय प्लस् अत् इति सोपाने अतो गुणे इति सूत्रं कार्यं न करोति चेत् कुत्रापि एतस्य कार्यक्षेत्रं नास्ति. अन्यत्र कुत्रापि एतत् सूत्रं कार्यं न कर्तुं शक्यते. अतः अपवाद सूत्रम् अस्ति. निरवकाशत्वम् अपवादस्य बीजं. सो एतत् सूत्रं निरवकाशः मा भवतु इति तस्य कृते एव अपवाद सूत्रं भवति. सो अत्र सिमिलर्ली सपोज् वी हेव् चोरय प्लस् कुत्रचित् चोरय इति अङ्गमस्ति अपि च तत्र एकारः परे अस्ति. सो एकारः परे अस्ति चेत् अत्रापि अपदान्तात् अरस्व आकारस्य परे एकारः. सो इदानीं यथा तत्र वन्द धातुः वन्द धातुः आत्मनेपदिधातुः उत्तमपुरुष एकवचने तत्र ए इति प्रत्ययः अस्ति. लट्लकारे उत्तमपुरुष ए इति प्रत्ययः अस्ति. सो इदानीं ह्रस्व अत्रापि वन्द इति अदन्त अङ्गम् अस्ति. सो अपदान्तात् ह्रस्व आकारस्य परे एकारः अस्ति. एकारः गुणवर्णः. सो अत्र कस्य सूत्रस्य प्रसक्तिः अत्र भगिनि? वन्द योग ए अत्र एकं तु अतो गुणे इति सूत्रम्. अपदान्तात् ह्रस्व आकारस्य परे गुणवर्णः अस्ति. एकारः गुणवर्णः. सो एकं तु अस्ति अतो गुणे इति सूत्रस्य प्रसक्ति. द्वितीयमस्ति वृद्धिरेचि. बिकास् वृद्धिरेचि इति सूत्रं वदति आत्. सो ह्रस्वाकारः अथवा दीर्घ आकारः आत् इति अत्र अवर्णः. अवर्णे परे तत्र एच् वर्णः अस्ति चेत् वृद्धिः भवति. वृद्धिः एचि. एचि इति सप्तम्यन्तम् अस्ति अस्मिन् सूत्रे. एचि एच् इति प्रत्याहारः. सो एच् वर्णे परे अ अथवा आ. अवर्णस्य अनन्तरम् एच् वर्णः अस्ति चेत् तत्र वृद्धिः भवति. वृद्धिरेचि सूत्रे अपि किमपि न वदति अपदान्त अवर्णपरे वा पदान्त वा अपदान्त वा किमपि न उक्तं. सो इट् केन् अप्लै एट् बोत् द प्लेसेस्. अपदान्त विषये अपि सूत्रं प्रसक्तः भवति. पदान्तविषये अपि भवति. परन्तु यदा अपदान्त अस्ति तत्र तु अतो गुणे इति सूत्रमपि आगत्य वदति मम कार्यक्षेत्रम् अस्ति. सो अत्र केवलम् अ प्लस् ए इति स्थित्यां द्वयोः पूर्वपरयोः गुणादेशः एव स्यात्. सो किं भवति? वृद्धिः न भवति. गुणः एव भवति. गुणादेशः एव भवति. सो वी हेव् द फार्म् एस् वन्दे. सो अत्रापि अतो गुणे इति सूत्रं कार्यं करोति. अ इति गुणवर्णः परे अस्ति. तत्र अकः सवर्णे इत्यस्य बाधा भवति. ए परे अस्ति चेत् तत्र वृद्धिरेचि इत्यस्य बाधा भवति. केन सूत्रेण? अतो गुणे इति सूत्रेण. सो दट् इस् वै इट् इस् रिटन् ओवर् हियर् दट् इदं सूत्रं वृद्धिरेचि अपि च अकः सवर्णदीर्घस्य अपवात् सूत्रम् अस्ति इति अत्र उक्तं. तदेव बिकास् अत्र गुणे परे एव कार्यम् अस्ति इति. सो तत्र पूर्वसूत्रात् कस्मात् तत्र कस्य पदस्य अनुवृत्तिः इति अत्र उक्तमस्ति. सो गुणे वर्णे सो अपदान्तात् अतः अतः इति स्थानी अस्ति ह्रस्व अकारः गुणे परे पूर्वपरयोः द्वयोः मिलित्वा एकः पररूपं संहितायां पररूपं भवति सो पररूप एकादेशः भवति अत्र परे गुणवर्णः सो गुणवर्णः एव तिष्ठति इति विशेषसन्धिसूत्रमस्ति वी डोण्ट् टीच् दिस् sutra when we teach the ach sandhi because this sutra applies only at the apadanta tatah when we have this atra plus api atra plus api tatra etat sutram karyam na kartum shakyate because atra itasya krite pada sankhya asti avyapadam asti atra यद्यपि अन्ते अकारः परे गुणवर्णः अपि इत्यनेन अकारः न केवलं गुणवर्णः अपि च सवर्णवर्णः अस्ति तत्र अतो गुणे इति सूत्रं कार्यं न कर्तुं शक्यते बिकास् अत्र साक्षात् उक्तम् अस्ति अपदान्तात् अतः पदान्तातः परे एतत् सूत्रं कार्यं न कर्तुं शक्यते इति तत्र भेदः अतो गुणे अपि च अकः सवर्णे दीर्घः द्वयोः मध्ये अवगतं वदतु अत्र अतः षष्ट्यन्तं वा अतः गुणे सूत्रे आक्चुलि पञ्चम्यन्तम् इत्युक्ते स्थानिवर्णः इत्युक्ते अत्र स्थानिद्वयं न केवलं रस् अत्र लिखितं न भगिनि अतः पञ्चम्यन्तम् इत्युक्ते स्थानि इत्यनेन मया उक्तं षष्ट्यन्तं नास्ति सोरि पञ्चम्यन्तम् अस्ति बिकास् अपदान्तात् अपि पञ्चम्यन्तम् अस्ति कीदृश अतः अपदान्तात् अतः सो पञ्चमी अस्ति न तु षष्ठी बिकास् अत्र द्वयोः मिलित्वा कार्यं भवति तस्मात् अनन्तरं गुणवर्णः अस्ति चेत् द्वयोः एकादेशः भवति पररूप एकादेशः भवति परे गुणवर्णः अस्ति अतः पररूपादेशः इत्युक्ते गुणवर्णः एव तिष्ठति अत्र अतः इति पञ्चम्यन्तमस्ति न तु षष्ठी अस्ति अण्ड् अपदान्तात् इति तस्य विशेषणम् अस्ति कीदृश अतः अपदान्तात् अतः सो द्वयमपि पञ्चम्यन्तं पदम् धन्यवादः सो वै इट् इस् डिस्कस्ड् ओवर् हियर् बिकास् शत्रुप्रत्यये अत् इति अवशिष्टभागः अकारः गुणवर्णः सो यत्र यत्र पूर्वे अत्र आतिथ्यस्य कृते अदन्ताङ्गम् अस्ति तत्र तत्र एतत् सूत्रं कार्यं करोति यथा भुवादिगणे प्रथमगणे भुवादौ यदा तत्र पठ इति भवति शप्रत्ययनिमित्तीकृत्य शपायाति मध्ये पठ इति भवति सो अत्र शत्रुप्रत्ययस्य कृते बहुत्र अत्र अदन्ताङ्गमेव निष्पद्यते भव जय पठ वद सो तत्र अपि अतो गुणे इति सूत्रेण कार्यमस्ति बिकास् अत्र अपदान्तात् अतः परे शत्रुप्रत्ययस्य यः आकारः सः गुणवर्णः अतः अतः अत्र अस्मिन् करपत्रे एतत् सूत्रं दत्तम् अस्ति दल्लट्लकारे तत्र सिद्धप्रत्ययाः के भुवादिगणस्य अपि च चुरादिगणस्य विषये तीतः अन्ति सो अन्तिविषये अपि तथैव भवति पठन्ति एव रूपम् अस्ति पठ प्लस् अन्ति सो प्रथमपुरुष बहुवचने अपि अतोगुणे इति सूत्रेण कार्यं भवति तत्रापि अपदान्तरस्वाकारस्य परे अन्ति इति प्रत्ययः अस्ति तत्रापि पठन्ति एव भवति पठान्ति इति नास्ति रूपं सो तत्रापि अतो गुणि इति सूत्रस्य कार्यमस्ति अनन्तरं सीथः थः मीवः मः कुत्रापि नास्ति परन्तु अन्तिविषये अस्ति ज्वन्तः इति सूत्रेण यदा जकारस्य अन्तादेशः भवति इट् बिकम्स् अन्ति प्रत्यय बिकम्स् अन्ति तत्रापि भुवादिगणे चुरादिगणे अन्तिनिमित्तीकृत्य अनेन सूत्रेण अतोगुणे इति सूत्रेण कार्यं कृत्वा तत्र पररूपः एव भवति, एकमेव अकारः तिष्ठति, अकः सवर्णदीर्घः इति सूत्रं कार्यं न करोति तत्र। एतत् अपि पठतु, देयं यत्, देयं यत् शत्रन्तानां दशगणेषु ये रूपभेदाः दृश्यन्ते ते भेदाः जायन्ते विकरणप्रत्ययस्य द्विप्रकारकप्रभावेन। प्रथम अस्ति, प्रथमतया विकरणप्रत्ययभेदेन धातुगणम् अनुसृत्य शत्रन्तपदे रूपभेदः। शप् इत्यनेन असंयुज्यते, शन् इत्यनेन य संयुज्यते, श्नु इत्यनेन नु संयुज्यते, श्नम् इत्यनेन न संयुज्यते, उ इत्यनेन उ संयुज्यते, श्ना इत्यनेन न संयुज्यते। अत्र विकरणप्रत्ययानां स्थूलाकृतिभेदेन प्रभावः, तथा तत्र अ य नु न ऊ न इति क्रमेण प्रथमतः नवगणगणपर्यन्तम् इत्येषानां रूपभेदेन शत्रन्तपदे रूपभेदः भविष्यति। पठन् नश्यन् आप्नुवन् बिन्दन् कुर्वन् क्रीडन् इति। द्वितीयमस्ति विकरणस्वयं, अस्य विषये किञ्चित् वदतु भगिनि। प्रथमे यत्र उपरि उक्तमस्ति, अत्र प्रथमतया अत्र विकरणप्रत्ययाः तत्र प्रथम तथा नवमगणपर्यन्तम् अत्र शप् तथा शप् प्रथमे गणे भादिगणे शन्, अनन्तरं श्नु श्नम् तथा उष्णा इति विकरणप्रत्ययः अस्ति। तस्य स्थाने अकारः यकारः तथा नुकारः नकारः उकारः तत्र क्रमेण भवति। तत्र द्वितीय प्रथमतः नवगणं पर्यन्त अत्र अत्र विकरणप्रत्ययानां स्थूलाकृतिभेदेन यः प्रभावः भवति, नाम उदाहरणार्थं शन् प्रत्ययः अस्ति तत्र इय अस्ति, श्नु अस्ति तत्र नु, श्नम् अस्ति तत्र न, उ अस्ति तत्र उ एव, श्ना अस्ति तत्र न इति स्थूलाकृतिभेदेन प्रभावः दृश्यते। तथा विकरणप्रत्ययाः ये सन्ति तदनुसारेण तत्र शत्रन्तपदे अपि रूपभेदाः दृश्यन्ते, यथा पठन् नश्यन् आप्नुवन् भिन्दन् कुर्वन् क्रीणन् इति। सत्यं भगिनि। सो अत्र वदति यथा लकारेषु तत्र लकारेषु अपि सार्वधातुकलकारेषु विकरणप्रत्ययः मध्ये आयाति, विकरणप्रत्ययस्य स्थूल आकृतिः अस्ति, कुत्रचित् य अवशिष्यते, कुत्रचित् नु अवशिष्यते, कुत्रचित् केवलं न इति अवशिष्यते। सो कस्मिंश्चित् गणे उ इति विकरणप्रत्ययः अस्ति। सो साक्षात् किञ्चित् प्रत्ययस्य आकृतिः अस्ति, तदाकृतिः धातु तिवादयस्य मध्ये तिष्ठति, तथैव शत्रन्तप्रक्रियायां यथा तत्र शत्रुप्रत्ययः योजयामः तत्र अपि एते सर्वे विकरणप्रत्ययाः धातु शत्रुप्रत्ययस्य मध्ये आयान्ति, अतः प्रत्ययस्य स्वस्य स्थूल आकृतिः अस्ति, सो तत् वर्णः अपि तत्र तिष्ठति, तेन कारणेन किमपि कार्यमपि भवति, कुत्रचित् कार्यमपि भवति, यथा ऊ निमित्तीकृत्य तत्र अङ्गे गुणः भवति, शप् प्रत्ययनिमित्तीकृत्य अङ्गे गुणः भवति, परन्तु ये अन्यविकरणप्रत्ययाः शन् श्नु श्नम् तत्र तु गुणः न भवति, परन्तु तथापि प्रत्ययस्य स्वस्य स्थूल आकृतिः अस्ति, तत्तु तिष्ठति एव, अतः शत्रन्तप्रक्रियायाम् अपि तत्र दशसु गणेषु रूपभेदः साम्यं नास्ति, रूपभेदः तु दृश्यते एव, कोऽपि अन्तिमरूपं यत् अस्ति तत्र कोऽपि साम्यं न दृश्यते, तत्र भिन्नभिन्नरूपं दृश्यते नवसु गणेषु. अतः तत्र इति अस्ति प्रथमतया. सो विकरणप्रत्ययस्य स्वस्य आकृतिः अस्ति, तेन कारणेन अन्ततो गत्वा तत्र रूपभेदः जायते विकरणप्रत्ययस्य कारणेन. इदानीं तत्र द्वितीयबिन्दुः अस्ति, न केवलं स्वस्य आकृतिकारणेन तत्र रूपभेदः, भिन्नकारणमपि अस्ति येन रूपभेदः जायते इति अग्रे द्वितीयसोपाने. कोऽपि अन्यत् पठितुमिच्छति वा? नो चेत् चेतना भगिनी भवती एव पठतु अग्रे द्वितीयबिन्दुः. विकरणं स्वयं प्रत्ययः, अतः प्रत्ययत्वात् पूर्वं स्थितं यत् धातुरूपी अङ्गं तस्मिन् अपि रूपभेदः भवति. अदादिगणे जुहात्यादिगणे च यत्र विकरणस्य लोपो भवति तत्रापि लुक् स्लु इत्याभ्यां विशिष्टकार्यं भवति. कस्मिन् कस्मिन् गणे अदादिगणे जुहोत्यादि विहाय कस्मिन् कस्मिन् गणे धातुरूपी अङ्गे किमपि परिवर्तनं भवति, रूपभेदः भवति? सर्वे गणे रूपभेदः. नश्चित् धातुः अस्ति, नश्चित् धातुः द्विवादिगणे यकारस्य कारणेन धातुरूपी अङ्गे किमपि न भवति, नश् नश्यैव तिष्ठति. आपित् धातु अस्ति, श्नु प्रत्ययस्य कारणेन आप् आप् एव तिष्ठति, तत्र कोऽपि प्रभावः न भवति नु प्रत्ययस्य कारणेन, तथैव तिष्ठति. परन्तु यदा क्रु इति धातु अस्ति सः कर् भवति, भू इति धातु अस्ति सः भव भवति. सो विकरणप्रत्ययस्य कारणेन धातुरूपी अङ्गे किमपि परिवर्तनं कुत्र कुत्र भवति अदादिजुहोत्यादि विहाय, अन्यत्र कुत्र भवति? द्वादि गुणप्रसङ्गः अस्ति, अपि च सुरादि न भवति, सुरादि भवति. कुत्र चुरादि? चुरादिगणे शप् कारणेन तत्रापि भवति, अपि च तनादिगणे अपि तनादि. सो यत्र उकारः यत्र शप् प्रत्ययः, शप् प्रत्ययः तु प्रथमगणे अस्ति, दशमगणे अस्ति. सो एतेषु गणेषु विकरणप्रत्ययस्य कारणेन धातुरूपी अङ्गे परिवर्तनं भवति. धातु वास् भू बट् इट् बिकम्स् भव, धातु वास् जि इट् बिकम्स् जय, धातु वास् नि इट् बिकम्स् नय, नो लाङ्गर् रिमेन्स् नि जि भू. अतः रूपभेदः तु दृश्यते एव. सो रूपभेदः कारणद्वयेन भवति, एकमस्ति विकरणप्रत्ययस्य स्वस्य आकृतिः, यः स्थूल आकृतिः, तत्वर्णः तु मध्ये तिष्ठति. अतः दशसु गणेषु रूपभेदः, बिकास् भिन्नभिन्नविकरणप्रत्ययस्य भिन्नभिन्न तत्र रूपम् अस्ति, कुत्रचित् यकारः, कुत्रचित् नु, कुत्रचित् न, कुत्रचित् उ, कुत्रचित् श्नारूपी अङ्गमस्ति. अपि च द्वितीयभेदः किमर्थम् अन्ततो गत्वा रूपभेदः भवति, द्वितीयम् अस्ति कुत्रचित् विकरणप्रत्ययस्य कारणेन, विकरणप्रत्ययस्य कारणेन धातुरूपी अङ्गे अपि परिवर्तनं भवति, तदपि द्वितीयकारणम्. अत्र तत् न उक्तं, तत्तु अवगतम् अस्माभिः, पूर्वे दृष्टं तत्र कथं शत्रुप्रत्यय अपि शप् मध्ये आयाति अथवा ऊ मध्ये आयाति, तेन कारणेन अङ्गे गुणः भवति, अस्माभिः दृष्टम्. इदानीं वदति स्पेशल् रूपेण वदति अजादिगणे जुहोत्यादिगणे. सो ज्योत्यादिगणे किं भवति विकरणप्रत्ययस्य कारणेन? शप् श्लु भवति. तेन किं लोपः भवति? श्लोः इति सूत्रेण सूत्रेण लोपः भवति. ज्योत्यादिभ्यः शप् श्लु इति सूत्रेण तत्र शप् प्रत्ययस्य श्लु इति लोपः भवति. देन् किं न श्लू यदा तत्र शप् प्रत्ययस्य श्लू इति लोपः भवति तत्र किं भवति तेन किं भवति? श्लू इति कारणेन लोपः भवति चेत् ज्योत्यादिगणे किं भवति? द्वित्वं भवति. द्वित्वं भवति. द्वित्वं केन कारणेन भवति? विकरणप्रत्ययस्य कारणेन. बिकास् विकरणप्रत्ययस्य श्लू भवति तर्हि शप् इत्यनेन शपायाति ज्योत्यादिगणे. यथा चुरादिगणे शपायाति तथैव ज्योत्यादिगणे अपि शपायाति. परन्तु अनन्तरं ज्योत्यादिभ्यः शप् श्लु इति सूत्रेण तस्य शप् प्रत्ययस्य श्लु भवति. श्लु भवति इत्युक्ते श्लु इति लोपसंज्ञा भवति, सम्पूर्णतया लोपः भवति. परन्तु यदा श्लु कारणेन लोपः भवति तदा तत्र श्लौ इति सूत्रस्य प्रसक्तिः भवति. सो श्लौ इति विषये इत्युक्ते यदा प्रत्ययस्य श्लु इत्यनेन लोपः भवति तत्र श्लु श्लौ विषयः अस्ति. अतः तत्र किं भवति? अङ्गे द्वित्वं भवति श्लौ इति सूत्रेण. श्लौ इस् अ विधिसूत्रम्. अस्माभिः पठितं न श्लौ. सो श्लौ इति कारणेन सो तत्रापि ज्योत्यादिगणे यद्यपि प्रत्ययस्य आकृतिः न तिष्ठति इत्युक्ते अकारः न तिष्ठति शप् प्रत्ययस्य अकारः, तथापि विकरणप्रत्ययस्य कारणेन तत्र द्वित्वं भवति. शत्रुप्रत्ययस्य कारणेन द्वित्वं नास्ति, शप् श्लु भवति अतः द्वित्वं भवति. सो ददा तत्रापि भवति. ददति इति प्रातिपदिकम् अस्ति, द्वित्वं श्रूयते, दद द्विवारं श्रूयते. सो तत्रापि विकरणप्रत्ययस्य कारणेन द्वित्वं भवति. अदादिगणे तु लुक् इति कारणेन लुक् इति लोपः अस्ति चेत् इत्युक्ते सि लुक् एण्ड् वाट् इस् डिफ्रेन्स् बिट्वीन् लोपः सामान्यलोपः अपि च लुक् इति लोपः. सामान्यलोपः अस्ति चेत् कस्यचित् वर्णस्य लोपः भवति. यदा वयं लुक् इत्यनेन अथवा लुक् इति सूत्रेण तत्र लोपः भवति चेत् सम्पूर्णप्रत्ययस्य लोपः भवति. किमपि तत्र अवशिष्टभागः न तिष्ठति, सम्पूर्णतया शपितस्य लुक् भवति. लोपः वदामः चेत् कस्यचित् वर्णस्य लोपः, लुक् वदामः चेत् सम्पूर्णप्रत्ययस्य लोपः. प्रत्ययस्य लुक् श्लो लुप् इति सूत्रमस्ति. तत्र कार्यं न भवति परन्तु सम्पूर्णतया प्रत्ययस्य लोपः भवति अदादिगणे. अग्रे अपि पठतु भगिनि. अधः अधः षट् वृत्तान्ताः ए टु एफ् इत्येषु सर्वाणि सोपानानि अस्माभिः न अधीतानि, किन्तु स्थूलरूपेण परिशीलनात् विकरणप्रत्ययेन कीदृशप्रभावः इत्यस्य एका दृष्टिः भवति. ए विकरणप्रत्ययेन गुणकार्यं द्वादिचुरादिगणे च भूयोगशप् योग अत् सार्वधातुकार्धधातुकयोः इत्यनेन इगन्तधातोः इकः गुणः भो योग अयोग अत् भव योग अत् भवत् पुंसि भवन् चुर् योग इ चोरी योग शप् योग अत् सार्वधातुकार्धधातुकयोः इत्यनेन इगन्तधातोः इकः गुणः चोरे योग अयोग अत् चोरय योग अत् चोरयत् पुंसि चोरयन् अवगतं न इति अस्माभिः पठितम् अस्माभिः तु पठितम् अत्र करपत्रे न लिखितं परन्तु इदानीं साररूपेण लिखितम् अस्ति सो विकरं प्रत्ययस्य कारणेन अङ्गे किं किं भवति इति अत्र स्थूलरूपेण लिखितम् अस्ति इति तु सर्वैः अवगतं वा इत्युक्ते वदति विकरणप्रत्ययस्य कारणेन गुणकार्यं भवति कुत्र भवति भुवादिगणे भवति चुरादिगणे भवति अहं चिन्तयामि अग्रे ऊ प्रत्ययस्य कारणेन अग्रे अपि कस्मिंश्चित् बिन्दौ लिखितम् ऊ प्रत्ययस्य कारणेनापि गुणः भवति सो ई मध्ये लिखितमस्ति सो इति अत्र क्रमेण लिखितम् अस्ति प्रथमविकरणप्रत्ययः शप् सो शप् कारणेन कुत्र कुत्र गुणः भवति भुवादिगणे भवति चुरादिगणे भवति अतः देट् इस् वै फस्ट् एण्ड् टेन्थ् गण इस् रिटन् इन् द फस्ट् बिन्दु ओन्लि फस्ट् बिन्दौ एव अत्र बिकास् शप् प्रत्ययस्य कारणेन एतेषु एतयोः गणयोः तत्र गुणकार्यं भवति एण्ड् वि नो हौ वि गेट् दिस् चोरियत् वि नो हौ वि गेट् द भवत् एतत् अस्माभिः दृष्टम् अस्तु मञ्जरी भगिनी बि बिन्दु अपि पठतु बि बिन्दु पठतु भगिनि आम् आचार्य विकरणप्रत्ययस्य लोपे सति शत्रुप्रत्ययेन इयङ् उवङ् आदेशः अदादिगणे तथा जुहोत्यादिगणे च ब्रू योग अत् अत्र शपः लुक् लोपः भवति ब्रू योग अत् अत्र अचि श्नु धातु ब्रुवां यवोर् इयङ् वङ्गौ यवोरि यङ्गौ वङ्गौ अत्र 6.4.77 इत्यनेन ह्रस्व तथा दीर्घ उकारान्त धातुरूपी अङ्गस्य उकारस्य स्थाने उवङ्ग आदेशः नाम ब्र योग उव अत्र ब्रू दीर्घ उकारः अस्ति तत्र ब्र दीर्घ उकारस्य स्थाने उव आदेशः अनन्तरम् अत् शत्रुप्रत्ययः ब्रूव योग अत् अत्र ब्रुवत् इति प्रातिपदिकं भवति पुल्लिङ्गे ब्रुवन् इति प्रातिपदिकं भवति जुहोत्यादि अपि तथा अत्र ह्रि धातुः इकारान्त अतः इयङ्ग अत्र ह्रि स्थाने जिरि योग अत् जिहर् योग अत्र दीर्घ इकारस्य स्थाने इय आदेशः अनन्तरम् अत् शत्रुप्रत्ययः जिरियत् इति रूपं भवति अवगतं वा कथं प्राप्तम् अवगतम् वदतु अचिष्णु धातु ब्रुवाम् इति सूत्रस्य विषये वदतु हा अत्र उदाहरणार्थमस्ति ब्रू धातु ब्रूधातु तत्र अनन्तरं शत्रुप्रत्ययः अस्ति चेत् तत्र ब्रूयोग अत् ब्रूयोग अत् अत् ब्रूयोग शप् योग अत् अत्र अदादिगणे अस्ति तथा शपः लुक् भवति नाम शपः लोपः भवति भूत्वा ब्रूयोग अत् एव तिष्ठते अनन्तरं अचि अचि नाम सप्त सप्तम्यन्तं पदमस्ति अचि श्नु धातु ब्रुवां इवोर् इयङ् वङ्गौ युवोः इति द्विवचनमस्ति षष्ठीद्विवचनमस्ति तथा तत्र स्थानी भवति षष्ठी तत्र य स्थाने उ स्थाने उ दीर्घ तथा ह्रस्व उकारस्य स्थाने तत्र उवङ्गादेशः भवति तत्र तथा इ अस्ति दीर्घ इकारः अथवा ह्रस्व इकारः अस्ति तत्र स्थाने इयङ् आदेशः भवति तत्र विकरणप्रत्ययस्य लोपः अत्र भवति शपः लुग् भवति तदा इयङ् उवङ् आदेशः उकारस्य तथा ईकारस्य स्थाने भवति इत्युक्ते अचिष्णु धातु ब्रुवां युवोः इयङ् उवङ्गौ इति सूत्रे किम् उक्तम् तत्र उक्तम् अचिष्णु धातु अचि इति सप्तम्यम् अस्ति सत्यम् उक्तम् सो अचि इत्यनेन किं भगिनि अचि यः पदम् अत्र अस्ति अचि इत्यनेन किम् अत्र प्रत्ययस्य विषयः अस्ति न सप्तम्यन्तं पदमस्ति तस्य पूर्वे कार्यं भवति तत्र अत् अस्ति न शत्रुप्रत्ययः भ्रूयोग अत् तत्र अचि पूर्वे अत्र भ्रूयोग उव योग अत् इति भवति नाम अत् इति अकारः अस्ति न अकार तत्र अचि पूर्वे तत्र उव आदेशः भवति भ्रू धातु अस्ति चेत् अत्र पश्यतु भगिनि अचिष्णु धातु ब्रुवां युवोः इयङ् उवङ्गौ इति सूत्रं किञ्चित् अत्र क्लिष्टसूत्रम् अस्ति इत्युक्ते सामान्यसूत्रं नास्ति प्रथमे अस्माभिः तत्र द्रष्टव्यम् एतत् सूत्रसङ्ख्या 6477 अस्ति सो एतत् सूत्रम् अङ्गस्य अधिकारे अस्ति 641 सूत्र आरभ्य तत्र अङ्गस्य इति सूत्रस्य अधिकारः वर्तते सो अस्मिन् सूत्रे अपि अङ्गस्य अधिकारः अस्ति सो स्नु धातु ब्रुवाम् एतेषाम् अङ्गानां बहुवचने अस्ति अत्र न केवलं श्नु अङ्गस्य धातु अङ्गस्य अपि च ब्रू इत्यस्य अङ्गस्य बहुवचन पदमस्ति सो एतेषाम् अङ्गानां षष्ठी बहुवचनरूपम् अस्ति श्नु धातु ब्रुवां सो एतेषाम् अङ्गानां किम् एतेषाम् अङ्गानाम् अचि इति केवलम् अचि उक्तमस्ति अचि इत्युक्ते अचवर्णः परन्तु वयं जानीमः अत्र तु अङ्गस्य अधिकारः वर्णकार्यं नास्ति सो अचि इत्यनेन अजादिप्रत्यये परे इति तस्य अर्थः बिकास् प्रत्यय आवश्यकम् अत्र अस्ति बिकास् अङ्गस्य अधिकारे एतत् सूत्रम् अस्ति अङ्गस्य अङ्गे यत्किमपि भवति प्रत्ययस्य कारणेन भवति यदा प्रत्ययः अस्ति तदा एव अङ्गम् इति तस्य संज्ञा भवति सो अचि इत्यनेन अजादिप्रत्यये परे सो शत्रु इति अजादिप्रत्ययः अस्ति प्रत्यय अपि अस्ति अजादि अस्ति अकारः आदौ अस्ति सो अजादिप्रत्यये परे एतेषाम् अङ्गानां तत्र सर्वत्र एतेषु अङ्गेषु अन्ते उ श्रूयते श्नु इति उ श्रूयते ब्रू इति उ श्रूयते परन्तु धातु उक्तमस्ति सर्वेषु धातुषु अनन्तरं तु उकारः नास्ति सो अत्र युवोः इति पदं दत्तं सो युवोः इति यः अस्ति सः विशेषणं भवति कस्य कृते केवलं धातोः इत्यस्य कृते धातोः इति षष्ठ्यन्तम् अस्ति सो युवोः धातोः, युवोः धातोः इत्यनेन किम्? इकारान्त् उकारान्त् धातोः. युवोः इत्यनेन ईवर्णः उवर्णस्य ग्रहणं सन्धि भूत्वा युवोः भवति. युवोः सो कीदृशधातोः? श्नु इति तु साक्षात् उ अस्ति, श्नु इति उक्तं, तत्र उकारः अन्ते. सो तत्र उ अङ्गादेशः. भ्रू इत्यपि उ अस्ति, तस्यापि उ अङ्गादेशः. इयङ् इति आदेशः कस्य कृते? इयङ् इति आदेशः यः युवोः धातोः अस्ति, ईरूपी धातुः अस्ति अथवा ऊरूपी धातुः अस्ति, तस्य इयङ् नो चेत् उवङ्गादेशः भवति इति सूत्रं वदति. नौ नौ द क्वश्चन् कम् सि अत्र भगिनि. अनेन सूत्रेण भू इति धातुः, शप्रत्ययस्य आकारः, अपि च त्युप् इति प्रत्ययः लट् लकारस्य रूपम् अस्तु. एतत् अकारः कस्य प्रतिनिधिः अस्ति? शप् प्रत्ययस्य, शप् अपि प्रत्ययः. इदानीं प्रश्नः अत्र आयाति, भू इति धातुः अस्ति, भू इति उकारान्तधातुः अस्ति, अत्र किमर्थम् अचिष्णु धातु ब्रुवाम् इति सूत्रं कार्यं न करोति? अजादिप्रत्ययः अस्ति, शप् प्रत्ययः अजादिप्रत्ययः, अकारः अस्ति आदौ. ब्रू इति परन्तु परे परे स्टिप् अस्ति न, परे टिप् टिप् आयाति न, तत्तु भिन्नः, तत्तु भिन्नप्रत्ययः, तस्य विचारः इदानीं नास्ति. Why we are writing tip? Because tip karnena eva shap madhya ayati. That is why we are writing tip. Because first tip comes, then comes shap. Because of tip, shap comes. Now Bhu sees the shap. Bhu does not see tip. First it has to do everything with the shap. So idani matra prashna ha. Achishnu dhatu bruvam yuvor yang vango iti sutrena atra kimartham karyam na bhavati. Atra api ऊरूपी धातु अस्ति, अग्रे अजादिप्रत्ययः अस्ति, अत्र किमपि न उक्तं, तावदेव उक्तम्. अजादिप्रत्यये परे ईकारान्त् उकारान्त् धातोः इयङ् उवङ् आदेशः भवति. सो अत्रापि उवङ् आदेशः तत्र भवेत्, परन्तु न भवति. अत्र किं भवति? अत्र विकरणप्रत्ययस्य लोपः न भवति. अत्र लोपविषये, देट् इस् वाट् यु आर् सेयिङ्ग् न, लोप लोपविषये अत्र किमपि अस्मिन् सूत्रे लोपविषये किमपि न उक्तमस्ति. तत् विषयः एव नास्ति, देट् इस् अ राङ्ग् इण्टर्प्रिटेशन्. अत्र लोपविषये किमपि नास्ति. अचिष्णु धातु ब्रुवाम् इति सूत्रे किमपि लोपविषयः नास्ति. अत्र वदति श्नु प्रत्ययस्य परे अजादि अजादि श्नु प्रत्यान्त अङ्गस्य परे अजादिप्रत्ययपरे उवङ्गादेशः भवति. ब्रू धातोः अनन्तरम् अजादिप्रत्ययपरे उवङ्गादेशः भवति. सिमिलर्ली युवोः धातोः अनन्तरम् अजादिप्रत्ययपरे तत्र इयङ् नो चेत् उवङ्गादेशः भवति. विच् सूत्र डस् द कार्य ओवर् हियर्? भूयोग. अत्र केन सूत्रेण कार्यं भवति भगिनि? अत्र किं भवति? सार्वधातुकार्धधातुकयोः इति सूत्रस्य संख्या किं? 7384 अत्र लिखितम्. अत्र दृश्यते, स्क्रीन् दृश्यते न? 7482. सो दिस् इस् अ परसूत्रम्. सो पश्यतु, सी दिस् इस् नाट् डिस्कस्ड् ओवर् हियर्, बट् यु शुड् अप्लै न वेन् एवर् यु आर् रीडिङ्ग् एनी सूत्र, यु शुड् थिङ्क् वै दिस् सूत्र इस् नाट् डूयिङ्ग् कार्य ओवर् हियर्. वै केवलं सार्वधातुकार्धधातुकयोः इति सूत्रम् अत्र कार्यं करोति? दोस् हू आर् रीडिङ्ग् द बलाबल चिन्तनं, दे शुड् अप्लै, दे शुड् आल्सो थिङ्क् अबौट् दिस्. सो किमर्थम् अत्र अचिष्णु धातु ब्रुवाम् इति सूत्रं कार्यं न करोति? किमर्थम् अत्र सार्वधातुकार्धधातुकयोः इति सूत्रं कार्यं करोति? बिकास् यत्र गुणप्रसङ्गः, यत्र गुण अजादि पित् प्रत्ययः अस्ति, तत्र सर्वदा गुणकार्यमेव भवति. अत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति, द्वयोः सूत्रयोः कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति. अत्र सपोज ऐ हेव् किमस्ति, सपोज ऐ हेव् भूयोग नीच, सपोज ऐ हेव् भूयोग नीच, हेतुमति च सूत्रेण भू अनन्तरं निच् अहं योजयितुं शक्नुमः. निच् इस् नाट् ओन्ली फार् द चुरादिगण धातु, निच् केन् कम् आफ्टर् आल् द धातुस् बै द हेतुमति च सूत्रेण. इदानीम् अत्र अत्रापि ईकारान्तरूपी अङ्गमस्ति, अत्र न, ओ अन्यत्र कुत्र गुणः भवति यत्र अजादि प्रत्ययः नास्ति? अत्र तु वृद्धिकार्यं भवति, अत्र गुणकार्यं नास्ति, बिकास् निच् प्रत्ययः णित् अस्ति. अत्र भू भौ भवति, न तु भो भवति. भू बिकम्स् भौ हियर्. सो अत्र सार्वधातुकस्य कार्यक्षेत्रं नास्ति, अन्यत्र कुत्र अस्ति? नौ वट् ऐ वाण्ट् टु से इस् देट् अचिष्णु धातु ब्रुवां युवोर् यङ् वङ्गो इति सूत्रं तत्र एव कार्यं करोति यत्र अजादि अपित् प्रत्ययः अस्ति. इत्युक्ते यत्र गुणः न भवति तत्र अचिष्णु धातु ब्रुवाम् इति सूत्रं कार्यं करोति. यत्र गुणप्रसङ्गः अस्ति, बिकास् अचिष्णु धातु ब्रुवां युवोर् यङ्गो अपि च सार्वधातुकार्धधातु द्वयोः मध्ये तत्र तत्र पूर्वपरविषयः अस्ति. अत्र बलाबलचिन्तनं कुर्मः चेत् द्वयोः कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति, अपि च द्वयोः एकत्र प्राप्ति भवति चेत् विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रं बलवत् भवति. परसूत्रम् अस्ति 7384, अचिष्णु धातु ब्रुवां तु 64 समथिङ्ग् अस्ति, 77. सो यत्र अत्र अचिष्णु धातु ब्रुवां युवोर् यमङ्गौ इति सूत्र अपि च सार्वधातुकार्धधातुकयोः मध्ये बलाबलचिन्तनं कुर्मः चेत् अत्र पूर्वपरविषयः, इत्युक्ते अत्र द्वयोः कृते समानबलम् अस्ति, अत्र कोऽपि अपवादसूत्रं नास्ति. सो अत्र विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रेण उक्तं कार्यमेव भवति, न तु इयङ्गुवङ्गादेशः भवति. सो बिकास् आफ् दिस् वट् इस् द निष्कर्षः किम् इत्युक्ते निष्कर्षः कः अत्र? यत्र गुणः तत्र गुणकार्यं करणीयम् अजादि पित् प्रत्ययपरे. यत्र गुणः न भवति तत्र यदि धातुरूपी अङ्गमस्ति, धातुरूपी अङ्गमस्ति तत्र अजादि अपित् प्रत्ययपरे उवङ्गादेशः भवति इति तत्र मूलविषयः. सो अत्र यथा ब्रू अस्ति, इदानीम् अस्माकं विषयः तु ब्रू अस्ति. सो ब्रू इति अस्ति, ब्रू इति धातुरूपी अङ्गम् अस्ति, दीर्घ उकारान्त धातु ब्रू योग अत्. शप्रत्यस्य लुक् भवति, इदानीम् अत् इत्यस्य कृते तु भू एव धातुरूपी अङ्गमस्ति, साक्षात् धातुरूपी अङ्गमस्ति ब्रू. अत् इति सार्वधातुक अपित् प्रत्ययः, अत्र गुणः न भवितुं शक्नोति. शत्रुप्रत्ययः सार्वधातुक अस्ति परन्तु अपित् अस्ति. सो किणिति च इत्यनेन गुणस्य बाधा अस्ति अत्र, अतः अजादि अस्ति, अतः अत्र उकारस्य उवङ्गादेशः भवति. सो यत्र गुणः न भवति तत्र अचिष्णु धातु ब्रुवाम् अपि च धातुरूपी अङ्गम् अस्ति. सि वेन् वि हेव् आप्नु, सपोज् आप्नु इति किम् अस्ति? श्नु प्रत्यान्त अङ्गम् अस्ति. आप्नु योग अत् कुर्मः चेत् अत्रापि इफ् यु सी हियर् वी हेव् श्नु प्रत्ययान्तङ्गम्. सो हियर् आल्सो अचि श्नु धातु ब्रुवाम् इति सूत्रेण तत्र उवङ्गादेशः भवति. सो हियर् आल्सो ब्रू इत्यस्य ऊकारस्य उवङ्गादेशः भवति. उवङ्गादेशे केवलम् उ एव अवशिष्टभागः. उवङ्गादेशे नकारस्य इत् अस्ति, अपि च वकार उत्तरवर्तीयः अकारः सः उच्चारणार्थं. सो उ एव अवशिष्यते. सो इदानीं तत्र किं भवति? Have you understood Achishnu and Sarvadhatu Kardhatu Kayoho? That was the main point that I wanted to discuss. So this is now Bra. This is Brahal because Ukaras sthane Uvadeshah. Anantaram At Asti. Shatru Pratyasya At Pratyaya Asti. So it becomes again Bruv. Bruv. योग अत् अण्ड् ब्रुवत् इति प्रातिपदिकम्. ब्रुवत् इति प्रातिपदिकं शत्रन्तप्रकरणे. तथैव ह्री धातुः. ह्री धातुः श्लौ इत्यनेन प्रथमे तत्र किं भवति? द्वित्वं भवति. हकारस्य तत्र जी इति जिहीरि इति भवति. जिह्री इति द्वित्वम् अनन्तरं भवति. सो जिह्रि भवति चेत् इदानीं तत्र एतत् अस्ति अभ्यस्त अङ्गम्. अत्रापि ह्री इति धातुरूपी अङ्गमस्ति, अतः अजादिप्रत्ययपरे अत्रापि गुणप्रसङ्गः नास्ति. शत्रुप्रत्ययः अजादि अपित् प्रत्ययः. अतः अचिष्णु धातु ब्रुवाम् इति अनेन एव कार्यम्. अत्र सार्वधातु इति प्रत्यय सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः नास्ति, परन्तु शप् निमित्तीकृत्य द्वयोः प्रसङ्गः अस्ति. अत् निमित्तीकृत्य तु केवलम् अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसङ्गः. बिकास् अत्र अपित् अस्ति, सो गुणकार्यस्य निषेधः अस्ति. दिस् सूत्र केनाट् कम्. सो अत्र उवङ्गादेशः इयङ्गादेशः भवति. सो इयङ्गादेशे केवलम् इति अवशिष्टभागः अस्ति, अतः तत्र इ योजयामः चेत् तदनन्तरं कार्यमस्ति. सो जृहीयत् इति तत्र प्रातिपदिकं भवति. अवगतं वा सर्वैः? सो अत्र युवोः इकारान्त् उकारान्त् धातुरूपी अङ्गं, कोऽपि प्रत्यान्त अङ्गं न उक्तमस्ति. साक्षात् इकारान्त् धातुरूपी अङ्गं भवेत् अथवा नो चेत् उकारान्त् धातुरूपी अङ्गं भवेत्, तत्र एव इयङ्गुवङ्गादेशः भवति. सो अजादिगणे यदा तत्र अजादि अपित् प्रत्ययः परे अस्ति, अपि च कोऽपि इकारान्त् उकारान्तधातुः अस्ति, यथा ब्रू इति उकारान्तधातुः अस्ति, तत्र अस्य सूत्रस्य प्रसक्तिः भवति. सो यदा तत्र ब्रूयोग तिप् अस्ति, सपोज् अस्मिन् एव गणे अदादिगणे एव ब्रूयोग लट् लकारे ब्रूयोग तिप् अस्ति, बिकास् शप्रत्ययस्य तु लुक् अभवत्, शप्रत्ययस्य लोपः अभवत्. सो तिप् प्रत्ययनिमित्तीकृत्य तत्र ब्रू इति अङ्गे सार्वधातुकार्धधातुकयोः इति सूत्रेण कार्यं भवति. बिकास् तिप् इस् नाट् अजि एण्ड् तिप् इस् पित् आल्सो. सो ब्रू ब्रो भवति इति तत्र तादृशचिन्तनमस्ति. सो अचिष्णु धातु ब्रुवाम् इति सूत्रे यः धातु इति पदमस्ति तस्य कृते युवोः इति विशेषणमस्ति. सो कीदृशधातोः? इकारान्त् उकारान्त् धातोः. तादृश अङ्गस्य अजादिप्रत्यये परे तत्र इयङ् नो चेत् उवङ्गादेशः भवति. शृणु तु साक्षात् उक्तमेव, शृणु प्रत्ययात् अङ्गस्य अपि अजादि अपित् प्रत्यये परे, देट् इस् वै विषये अजादि अपित्. यद्यपि अत्र अपित् न उक्तं, विषये अजादि अपित् बिकास् वि नो इफ् इट् इस् पित् देन् गुणकार्य विल् हेपन्, नाट् इयङ् आर् उवङ्ग् आदेश विल् हेपन्. सो यत्र गुणस्य प्रसङ्गः तत्र गुणकार्यमेव भवति, यद्यपि सः अजादि अस्ति. सो अजादि अपित् प्रत्ययपरे एव इयङ् उवङ्गादेशः भवति. इकारान्त उकारान्तधातूनाम् अङ्गानाम् अपि च श्नु प्रत्ययान्त अङ्गानाम् इति अचिष्णु धातु ब्रुवाम्. सो शत्रन्तप्रकरणे यः अदादिगणे ये धातवः सन्ति तेषां तत्र यदि अदादिगणे कोऽपि इकारान्त उकारान्त धातु अस्ति तस्य इयङ् उवङ्गादेशः भवति, बिकास् शत्रुप्रत्ययः अजादि अपित् प्रत्ययः अस्ति. इस् द बि बिन्दु क्लियर् टु आल्? कोऽपि प्रश्नः अत्र वा? सुनीला भगिनी, अवगतं वा भगिनी? किमपि प्रश्नः अस्ति वा? सो अस्तु भगिनि, अदादिगणे साक्षात् विकरणप्रत्ययस्य लुक् भवति, अतः धातुरूपी साक्षात् धातुरूपी अङ्गम् अस्ति, परे शत्रुप्रत्ययस्य अत् अस्ति. शत्रुप्रत्ययः अजादि अपित्, अतः अदादिगणे यदि कोऽपि इकारान्त उकारान्त धातु अस्ति तस्य इयङ् उवङ्गादेशः भवति एव, बिकास् शत्रुप्रत्ययः अजादि अपित् प्रत्ययः. तत्र गुणप्रसङ्गः शत्रुप्रत्ययनिमित्तीकृत्य कोऽपि गुणप्रसङ्गः नास्ति, अतः तत्र एतत् सूत्रं कार्यं करोति. अपि च तथैव जुहोत्यादिगणे, जुहोत्यादिगणे द्वित्वम् अनन्तरं यदि अन्ते इकारान्त उकारान्तरूपी धातुरूपी अङ्गम् अस्ति तत्र अपि विकरणप्रत्ययस्य तु श्लू भवति, विकरणप्रत्ययः सम्पूर्णतया अपगच्छति. सो शत्रुप्रत्ययः सार्वधातुक अजादि अपित् प्रत्ययः, अतः इयङुवङ्गादेशः तत्रापि भवति. गुणप्रसङ्गः शत्रुप्रत्यये गुणप्रसङ्गः नास्ति अपित् कारणेन, अतः अचिष्णु धातु ब्रुवाम् इत्यनेन तत्रापि इयङ् अत्नो चेत् उवङ्गादेशः भवति. यत्र गुणः तत्र गुणकरणीयं, तु देट् इस् वै वेन् वी डू द व्याख्या आफ् अचिष्णु धातु ब्रुवाम्, सो फार् ए बेटर् एप्लिकेशन् आफ् दिस् सूत्र वी से अजादि अपित् सार्वधातुक प्रत्ययपरे, बिकास् यदि अजादि पित् अस्ति तत्र तु सार्व गुणकार्यं भवति. सार्वधातुकार्धधातुकयोः इकारान्त उकारान्त धातूनां गुणकार्यमस्ति. देट् इस् वै यद्यपि अत्र अपित् न उक्तं, तथापि वयम् इदानीं जानीमः एतत् सूत्रं तु अजादि अपित् सार्वधातुक प्रत्ययपरे, सार्वधातुक न वक्तव्यम्, अजादि अपित् प्रत्ययपरे एव कार्यं करोति. इति सूत्रस्य तत्र अर्थः भवति. इदानीं तु समयः अभवत्. गच्छामः अत्र. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, नमस्कारः. नमस्ते मा.